गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय तदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अन्यतासिद्धत्वम् इत्यस्मिन् विषये स्मः तत्र प्रथमं कारणस्य लक्षणं परिष्कृतम् कार्यनियतपूर्ववृत्तित्वम् एव कारणत्वम् इति पूर्वम् अस्माभिः अधीतं तत्र इतोपि एकं दलं योजितम् अन्यथा सिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति अस्तु तत्र पञ्चविध अन्यथासिद्धत्वं भवति इति अधीतं तत्र पञ्चमविधस्य एव तत्र चिन्तनम् आसीत् गते वर्गे तर्हि मया प्रार्थितमासीत् मेहुल् महोदयेन अत्र शरीरकृतलाघ त्रिविधलाघवं उक्तं खलु उपस्थितकृतं लाघवम् उपस्थितिकृतं लाघवं शरीरकृतं लाघवं सम्बन्धकृतं लाघवञ्च इति तत्र इदानीं मेहुल् महोदय वदतु आं महोदय अस्तु तर्हि यत्र वयं दृष्टवन्तः नियतपूर्ववृत्तित्वम् अस्ति तेषाम् एव कारणानि तानि एव कारणानि भवन्ति परन्तु अत्र अन्यथा सिद्धत्वम् इति एकं सिद्धान्तमस्ति तत्र किमस्ति यत् वस्तूनि तत्र भवन्ति कार्याधिकरणे तानि सर्वाणि कारणानि न भवन्ति तेषां ये वस्तूनि आवश्यकानि ते एव कारणानि भवन्ति इति अपि तत्र वयं दृष्टवन्तः तर्हि अत्र किम् आवश्यकं किं न आवश्यकम् इति कथं निर्णयं कर्तुं शक्नुमः तत्र एव अन्यथा सिद्धत्वम् इति सिद्धान्तः आगत्य अस्माकं अवगमनं करोति तर्हि आवश्यकं किम् अथवा अनावश्यकं किम् इत्यस्य कृते ग्रन्थे अवश्यकृतत्वम् इति एकः शब्दः व्यवहारः कृतः तस्य अर्थः कः तर्हि तस्य अर्थः लाघवम् इति एव त्रिविधं लाघवम् अस्ति उपस्थितिकृतं लाघवं शरीरकृतलाघवम् अपि च सम्बन्धकृतं लाघवं च तर्हि प्रथमम् अस्ति अत्र वयं स्वीकुर्मः शरीरकृतं लाघवम् इति किम् इति तर्हि उदाहरणरूपेण अत्र घटः इति स्वीकुर्मः चेत् वयं जानीमः घटस्य अनेके अवयवाः सन्ति तर्हि कपालः सन्ति कपालः अस्ति कपालद्वयसंयोगः अस्ति अपि च कपालिका अपि अस्ति तर्हि तत्र किं भवति घटस्य अनेकद्रव्यत्वम् अस्ति कथम् इत्युक्ते कपालिका समवेतः कपालः भवति कपालिका समवायसम्बन्धेन कपाले अस्ति अतः कपालः इति तु कपालिका समवेतः विपरीतरीत्या कपालिकायां कपालः समवायसम्बन्धेन अस्ति इति कृत्वा कपालः कपालिकायां समवेतः अस्ति हा क्षम्यतां तथैव घटः अपि समवायसम्बन्धेन कपाले अस्ति अतः पुनः घटः कपालेन समवेतः भवति अतः वस्तुतः कपालः तु समवेतद्रव्यं भवति तेन एव घटस्य अनेकद्रव्यत्वम् अस्ति इति वयं वक्तुं शक्नुमः घटः समवेतद्रव्यं भवति घटः कपाले समवेतं कपालः कपालिकायां समवेतम् इति कृत्वा कपालिका अपेक्षया घटः समवेतद्रव्यमस्ति तर्हि तस्य अर्थः सारल्यार्थं समवेतद्रव्यम् इति न वक्तव्यं न वदतु परन्तु अनेकद्रव्यत्व इति एव शब्दस्य तत्र व्यवहारः भवति अतः अनेकद्रव्य त्वम् अस्ति चेत् प्रत्यक्षं भवति इति एकं कारणं वयं स्वीकर्तुं शक्नुमः परन्तु वयं जानीमः तत्र किञ्चित् प्रतिपादयतु अनेकद्रव्यत्वं येषु अनेकद्रव्यत्वम् अस्ति तेषामेव प्रत्यक्षम् इति किमर्थम् आम् तर्हि अनेकद्रव्यत्वं नास्ति चेत् तत्र अवयवाः न सन्ति अतः अवयवः नास्ति चेत् तस्य प्रत्यक्षं न भवति इति आकाशस्य उदाहरणं स्वीकृत्य वयं ज्ञातुं शक्नुमः आकाशस्य अत्र परिमाणविषये किमपि वक्तव्यं भवता? आम् आं परिमाणमपि अस्ति अत्र, परिमाणम् अपि यदा अणुपरिमाणम् अस्ति चेत् वयं जानीमः तत् किमपि तत्र तत्र किमपि समवेतद्रव्यं नास्ति, कुत्रापि परमाणु समवेतं नास्ति, यतोहि तस्य अवयवः एव नास्ति, अतः तस्य प्रत्यक्षं न भवति। तर्हि अनेकद्रव्यत्वम् अपि भवेत् अपि च मध्यमपरिमाणम् अपि भवेत् प्रत्यक्ष न तादृशं न वदतु महोदय, इत्युक्ते येषाम् अनेकद्रव्यत्वम् अस्ति ते एव मध्यमपरिमाणवन्तः भवन्ति खलु, तदेव सम्बन्धः। हा हा आम् हा, तर्हि सम्यक्। तर्हि किमर्थम् अनेकद्रव्यत्वम् एव स्वीकुर्मः न तु मध्यमपरिमाणम् अथवा विपरीतरीत्यापि, किमर्थं मध्यमपरिमाणम् एव कारणम् इति स्वीकुर्मः, किमर्थम् अनेकद्रव्यत्वम् इति न? तर्हि तत्र एव शरीरकृतलाघवम् इति सिद्धान्तम् अत्र कार्यं करोति। अत्र महत् मध्यमपरिमाणम् इति वयं स्वीकुर्मः चेत् शरीरकृतलाघवं भवति। कथम् इति प्रश्ने सति, यदा वयं जानीमः अत्र अनेकद्रव्यत्वम् इत्यस्य यदि कारणम् इति कारणमिति स्वीकुर्मः चेत् तत्र कारणतः अवच्छेदकं किं भवति इति द्रष्टव्यम्। यदा अनेकद्रव्यत्वम् इति कारणं स्वीकुर्मः चेत् तत्र अनेकद्रव्यत्वम् इति जातिः तस्य कारणं भवति, तत् कारणतः अवच्छेदकं धर्मः कः इत्युक्ते अनेकद्रव्यत्वम् इति। तद्धर्मः किम् इति अधुना एव वयं दृष्टवन्तः, धर्मः धर्मः इति समवेतद्रव्यत्वम् इति धर्मः अस्ति। तर्हि तद्धर्मः अनेकैः पदार्थैः सिद्धः अस्ति, परन्तु यदि मध्यमपरिमाणम् इति स्वीकुर्मः चेत् मध्यमपरिमाणे तु तत्तु एका जातिः एव। अतः यदा मध्यमपरिमाणम् इति कारणं स्वीकुर्मः चेत् तेन किं भवति, शरीरकृतलाघवं भवति, कारणतावच्छेदकम् इति लघु भवति। अतः यदा समवेतद्रव्यत्वम् इति कारणम् इति धर्मः यदि कारणं स्वीकुर्मः चेत् अनेकैः पदार्थैः सः धर्मः सिद्धः अस्ति, अतः तेन शरीरकृतगौरवं भवति न तु लाघवम्। तदेव कारणमस्ति केवलं मध्यमपरिमाणम् इति एव कारणं स्वीकरणीयं, तदेव शरीरलाघवस्य एकम् उदाहरणमस्ति इति प्रथमम्। अस्तु, तर्हि अत्र निगमनवाक्यं वदतु। आम्, निगमनवाक्यमस्ति अनेकद्रव्यत्वस्य कारणतः अवच्छेदकं गुरुभूतम् इत्यस्मात् अनेकद्रव्यत्वं यद्यपि नियतपूर्ववर्ती अस्ति किन्तु कारणं न भवति, मध्यमपरिमाणमेव कारणं स्वीकुर्मः। अस्तु, तर्हि प्रत्यक्ष एकस्य विषयस्य प्रत्यक्षार्थं मध्यमपरिमाणम् आवश्यकं, मध्यमपरिमाणवन्तानाम् एव प्रत्यक्षं भवति इति अस्माभिः पूर्वम् अधीतं। तर्हि किमर्थं मध्यमपरिमाणम् एव अत्र कारणत्वेन स्वीकृत्य अनेकद्रव्यत्वं कारणत्वेन किमर्थं न स्वीकुर्मः इति चेत्, अनेकद्रव्यत्वे शरीरकृतगौरवमस्ति, मध्यमपरिमाणे शरीरकृतलाघवम् अस्ति। तर्हि शरीरकृतलाघवं शरीरकृतगौरवम् इत्युक्ते किम् इति चेत् अत्र अनेकद्रव्यत्वम् इति कारणमिति स्वीकुर्मश्चेत् अनेकद्रव्यत्वम् इति धर्मः तस्मिन् विद्यते, स च धर्मस्य ज्ञानार्थं जातेः ज्ञानार्थं बहु किमपि ज्ञातव्यं भवति। इत्युक्ते किं, कस्मिन् समवेतं, पुनः तत् कस्मिन् समवेतम् इति बहूनां वस्तूनां ज्ञानम् अपि च तयोः मध्ये सम्बन्धानां ज्ञानम् आवश्यकं भवति। किन्तु इदानीं परिमाणम् इति स्वयं गुणः अस्ति, गुणः गुणिनी समवायसम्बन्धेन वर्तते। तर्हि केवलमत्र जातिः मध्यमपरिमाणत्वम् इति जातिः एकां जातिं तत्र ज्ञानं सरलता भवति इति कृत्वा एव तत्र शरीरकृतलाघवम् इति वदामः। अस्तु, इदानीं द्वितीयम् अस्तु. एतावत् अत्र केषां अत्र सर्वेषाम् अवगमनं जातम् इति अहं चिन्तयामि. प्रश्नाः सन्ति चेत् पृच्छन्तु. अस्तु तर्हि इदानीं द्वितीयं महोदय. हा अस्तु, द्वितीयम् अस्ति उपस्थितिकृतलाघवं. तर्हि तत्र अन्यत् उदाहरणमस्ति यत्र घटे पाको. प्रथमम् उपस्थितिः इत्युक्ते किम् इति वदतु. अस्तु, उपस्थितिः इत्युक्ते मनसि यत् झटिति आगच्छति यदा वयं चिन्तनं कुर्मः चेत् साक्षात् यस्य स्मरणं मनसि झटिति आगच्छति तदेव उपस्थितिः इति वदेम. तर्हि अत्र स्मरणार्थम् उपस्थितिकृतलाघवम् उपस्थितिकृतं लाघवम् इत्यत्र बुद्ध्युपस्थितकृतं लाघवम् इति स्थापयन्तु. हा अस्तु. कुत्र उपस्थितिः इति चेत् बुद्धौ उपस्थितिः. सम्यक् सम्यक्, बुद्धौ उपस्थितिः. हा अस्तु, तर्हि इदानीम् अत्र उदाहरणं केवलम् अधिकं न वक्तव्यम्. उदाहरणं कुत्र बुद्धि उपस्थितिः लाघवं भवति, कुत्र बुद्धि उपस्थित गौरवं भवति इति वदतु. अस्तु, अत्र उदाहरणमस्ति यदा घटे पाको भवति. तर्हि वयं जानीमः यदा अग्निसंयोगः भवति तदा घटे नूतनवर्णः नूतनरूपम् अपि च नूतनस्पर्शः अपि आगच्छति. पूर्वे तु मृदुस्पर्शः आसीत्, तत् गच्छति अपि च कठिनस्पर्शः आगच्छति. श्यामरूपम् अपि नश्यति, अधुना रक्तरूपम् आगच्छति उत्पद्यते. तर्हि यत् नूतनरूपम् उत्पद्यते तस्य प्रति तं प्रति गन्ध प्राग्भावः रूपप्रागभावः स्पर्शप्राग्भावः ते सर्वे अभावाः नियतपूर्ववृत्ति अस्ति सन्ति. तर्हि तेषु इत नूतनरूपं प्रति किं कारणम् इति यदा वयं चिन्तयामः चेत् झटिति मनसि अथवा बुद्धौ रूपप्रागभावः एव उपस्थितः भवति, न तु गन्धप्रागभावः अपि च स्पर्शप्रागभावः. अतः अत्र उपस्थितिकृतलाघवम् इत्युक्ते किं, तर्हि केवलं रूपप्रागभावः इति एव कारणं स्वीकुर्मः तर्हि उपस्थितिकृतलाघवं भवति. यदा सर्वे अन्यैः अपि प्रागभावाः स्वीकुर्मः चेत् तत्तु उपस्थितिकृतगौरवं भवति. सत्यम्, उत्तमं. तर्हि अत्र उदाहरणमस्ति घटे जायमानरूपं, तस्य कारणं किम् इत्युक्ते तत्र बहवः अभावाः प्रागभावाः यद्यपि सन्ति किन्तु घटे जायमानरूपं प्रति रूपप्रागभावः एव उपस्थि रूपप्रागभावे एव उपस्थितिकृतलाघवम् अस्ति, तदेव झटिति मनसि आगच्छति इति कृत्वा. अस्तु, तृतीयम्. अस्तु, तृतीयमस्ति सम्बन्ध कृत लाघवं. तत्र उदाहरणमस्ति यथा यत् अत्र दण्डः अस्ति, दण्डेन चक्रभ्रमणं जायते, चक्रभ्रमणेन कपालभ्रमणं जायते, अनन्तरं घटः उत्पद्यते. तर्हि तत्र सम्बन्धः कः इति द्रष्टव्यम्. अत्र घट निर्माणसमये दण्डः इति कारणं स्वीकुर्मः चेत् दण्डः केन सम्बन्धेन तत्र वर्तते इति वक्तव्यं चेत् स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः कपाले अस्ति इति वयं वक्तुं शक्नुमः. किमर्थम् इत्युक्ते तत्र स्व इति दण्डः, स्वजन्य इति जानीमः महोदय, अत्र वक्तव्यमिति नास्ति. स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः कपाले अस्ति इति अस्माभिः पठितं खलु. तर्हि तदेव सम्बन्धः दण्डस्य कारणम् अस्ति. अस्तु, तर्हि यदा दण्डरूपम् इति कारणं स्वीकुर्मः चेत् तत्र एकम् अधिकं सोपानम् आगच्छति. तत् किम् इत्युक्ते स्व आश्रयभ्रमिजन्यभ्रमिमत्ता सम्बन्धः इति भवति. तेन सम्बन्धेनैव दण्डरूपं घटं प्रति कपाले आगच्छति कारणरूपेण. अतः तत्र सम्बन्धः किञ्चित् गौरवं भवति. यदा दण्डरूपम् इति कारणं स्वीकुर्मः चेत् सम्बन्धगौरवं भवति. दण्डः केवलं दण्डः एव कारणं स्वीकुर्मः चेत् सम्बन्धबाधवं भवति तदेव इत्युक्ते एकमपि सम्बन्धः इतोपि वक्तव्यं भवति दण्डरूपं प्रति गच्छामश्चेत् आं सत्यं सत्यं तदेव दण्डं कारणत्वेन स्वीकृत्य दण्डरूपं दण्डे विद्यमानरूपं कारणत्वेन स्वीकुर्मश्चेत् तत्र इतोपि स्व आश्रय इति योजनीयं भवति सत्यं तर्हि तत्र एकः सम्बन्धः इतोपि अधिकं भवति इति कृत्वा तत्र सम्बन्धकृतं गौरवमस्ति सत्यम् इति पञ्चविधसम्बन्धः पञ्चमविध अन्यतासिद्धत्वं निरूपितम् अपि च करपत्रे वस्तुतः किमुक्तं पञ्चम अन्यतासिद्धत्वेन एव प्रथमचतुर्थ अन्यतासिद्धत्वमपि साधयितुं शक्यते आं सत्यं साधयितुं शक्यते अवश्यकृतत्वम् इति सिद्धान्तमेव स्वीकृत्य प्रथमचतुर्णामपि अन्यतासिद्धानां साधनं कर्तुं शक्यते तर्हि किमर्थं प्रथमचतुर्थ चत्वारः उक्ताः इति चेत् स्पष्टबोधनार्थं शिष्यानां स्पष्टबोधनार्थं लघुबोधनार्थम् उक्तम् इति लिखितमस्ति अस्तु प्रश्नाः सन्ति किम् अस्तु तर्हि अन्यतासिद्धत्वम् इति अस्माभिः समीचीनतया अवगतं तत्र पञ्चविध अन्यतासिद्धाः सन्ति पञ्चविध अन्यतासिद्धत्वं सन्ति तत्र प्रथमस्य उदाहरणमस्ति दण्डत्वं द्वितीयस्य उदाहरणमस्ति दण्डरूपं तृतीयस्य उदाहरणमस्ति आकाशः चतुर्थस्य उदाहरणमस्ति कुलालपिता पञ्चमस्य उदाहरणमस्ति रातवः नो चेत् पिपीलिका यत्किमपि भवतु इति तत्र पुरस्मारणत्वेन अस्तु दण्डत्वं किमर्थं न स्वीक्रियते इति शिरामहोदय वदति वा दण्डत्वे कारणता किमर्थं न स्वीक्रियते अस्तु महोदय तत्र दण्डत्वं दण्डः तु कारणमस्ति घटस्य केन रूपेण सः दण्डः कारणम् इत्युक्ते दण्डत्वेन एव सः कारणम् अस्ति घटनिर्माय निर्माणार्थं येन रूपेण सः दण्डः कारणम् अस्ति तेन रूपेण एव तद्रूपेण पुनः तद्रूपं स्वीकृत्य कारणतः वक्तुं न शक्नुमः तद्रूपं तद् घटं प्रति कारणं न भवति इति दण्डत्वं दण्डत्वेन अवच्छिन्नम् अस्ति दण्डः इति कृत्वा दण्डत्वं पुनः तत्र घटं प्रति कारणं न भवति तर्हि कारणतः अवच्छेदकधर्मः कारणं न भवति यस्य कारणत्वं स्वीक्रियते तस्य कारणस्य अवच्छेदकधर्मः यदस्ति तत् कारणं न भवति इति प्रथमम् अस्तु द्वितीयं वदतु दण्डरूपं भवतां भवानेव वदतु दण्डरूपम् इति वयं चिन्तयामः चेत् तत्र दण्डरूपं दण्डे विद्यते समाजसम्बन्धेन विद्यते इदानीम् अस्तु दण्डः घटस्य कारणम् अस्ति इदानीं दण्डरूपमपि तस्य कारणं भवतु इति वदामश्चेत् इदानीं दण्डम् इति स्वीकृत्य एव दण्डरूपस्य चिन्तनं कर्तुं शक्नुमः स्वतन्त्रतया सः इदानीं दण्डरूपम् अस्ति घटनिर्माणं कर्तुं शक्नुमः इति न वक्तुं शक्नुमः दण्डः इति उक्त्वा तेन सम्बन्धं स्वीकृत्य एव घटं प्रति सम्बन्धं स्वीकृत्य एव तदनन्तरं घट दण्डरूपस्य तत्र अन्यव्यतिरेक एतत् सर्वं वक्तुं शक्नुमः इति कृत्वा तत्र अन्यथा सिद्धं भवति हा तर्हि लघु लघ्वीकृत्वा मनसि संस्थापयन्तु कारणत्तावच्छेदकधर्मः कारणं न भवति दण्डत्ववत् इति प्रथमविध अस्य अन्यतासिद्धत्वं द्वितीयविध अन्यतासिद्धत्वं यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः किन्तु कारणम् आधायैव अन्वयव्यतिरेकौ गृह्येते तदन्यतासिद्धत्वम् यथा दण्डरूपम् इति अस्तु इदानीं तृतीयं कः वदति सत्यभामा भगिनी वदति किम् आं महोदय. आकाशः आकाशः कारणम् इति स्वीकुर्मः चेत् प्रथमम् आकाशस्य आकाशं कारणमस्ति शब्दं प्रति. अतः प्रथमं शब्दस्य कारणत्वं निरूप्य एव घटं प्रति कारणत्वं निरूपयितुं शक्यते. शब्दस्य कारणं वा भिन्नरीत्या वक्तव्यं वा? शब्दम् आकाशे अस्ति. शब्दः समवायिकारणत्वम् अस्ति खलु. तर्हि वाक्यं शब्दस्य कारणं निरूप्य इति नास्ति, समवायिकारणत्वं निरूप्य इति वा? भवती चिन्तयतु, इदानीम् आकाशस्य निरूपणं खलु, आकाशस्य निरूपणं शब्दं स्वीक्रिय क्रियते खलु. शब्दं समवायिकारणम् आकाश. हा इति वक्तव्यं, शब्दस्य कारणत्वम् इति नास्ति. शब्दसमवायिकारणत्वम् आकाशत्वम् इति. अतः प्रथमम् अत्र शब्दस्य समवायिकारणत्वम् आकाशे अस्ति, तत् निरूप्य तदनन्तरम् एव खडस्य कारणत्वं निरूपयितुं शक्यते. अत्र अधः तद् अन्यथा सिद्धम् इति स्वीकुर्मः. न, किन्तु इदानीं भवती किं करोति, एकम् उदाहरणं स्वीकृत्य वदति, किन्तु तत् केवलं प्रतिपादनार्थं. किन्तु अस्माकं मनसि किं स्थापनीयम् इत्युक्ते, तृतीयविध अन्यथा सिद्धत्वे केवलम् आकाशः एव कारणं न भवितुम् अर्हति इति वा, नो चेत् आकाशम् उदाहरणत्वेन स्वीकृत्य अन्यत् किमपि प्रतिपादितं वा? सर्वम् अत्र प्रथमं किं करणीयं, प्रतिज्ञा. एकनिमिषम् अत्र सर्वे किं कुर्वन्तु, प्रथमं प्रतिज्ञावाक्यं वक्तव्यं. यथा मया उक्तं, कारणतावच्छेदकधर्मः कारणं न भवति. यः कोऽपि कारणतावच्छेदकधर्मः कारणं न भवति. कारणतावच्छेदकधर्मः अन्यतासिद्धं भवति इति प्रथमविध अन्यतासिद्धत्वं, दण्डत्ववत् इति उदाहरणं. तदनन्तरं दण्डत्वं कथं वा इति अत्र प्रतिपादयितुं शक्यते. एवम् अत्र किं वक्तव्यम्? अत्र अन्यं कार्यं प्रति तस्य कारणत्वं ज्ञात्वा एव खडं प्रति तस्य अन्यथा सिद्धत्वं ज्ञातुं शक्यते इति. सत्यं. तर्हि अन्यं कारणं प्रति, अन्यं कार्यं प्रति कारणत्वं ज्ञात्वा इति तादृशसन्दर्भः कुत्र भवति? अत्र आकाशस्य विषये शब्दं प्रति एव भवति. किन्तु सामान्यतया सामान्यतया कुत्र भवति इत्युक्ते, कार्यं दृष्ट्वा कारणं यत्र ज्ञायते इति तादृशसन्दर्भः कुत्र भवति? कार्यं दृष्ट्वा, कार्यं दृष्ट्वा कारणस्य ज्ञानं, कार्यं दृष्ट्वा एव कारणस्य ज्ञानं भवति इति तादृशसन्दर्भः केषु द्रव्येषु भवति? नो चेत् केषु पदार्थेषु भवति? नित्यद्रव्येषु भवति. एकत्वं यत्र अस्ति तत्र. अस्तु, नित्यद्रव्याणां ज्ञानं केन प्रमाणेन भवति? आकाशस्य ज्ञानं केन प्रमाणेन भवति? शब्दप्रमाणेन. महोदय, अनुमानं क्षम्यतां खलु. हा, तर्हि अत्र पश्यन्तु, एतादृशं चिन्तनीयम्. अत्र यद् महोदयेन लिखितं तावत् चिन्तयामश्चेत् क्लेशः भवति. प्रत्यक्षेन न ज्ञातुं शक्यते, अनुमानेन एव. इति आकाशस्य विषये. किन्तु इदानीं निगमनं किम् इति चेत् तृतीय अन्यतासिद्धत्वे किमुक्तं कार्यं दृष्ट्वा कारणं ज्ञायते इति चेत् वा प्रत्यक्षेन न ज्ञातुं शक्यते खलु कारणं न ज्ञातुं शक्यते. हा इति येषां पदार्थानां प्रत्यक्षेन ज्ञानं न भवति तत्रैव कार्यं दृष्ट्वा कारणम् अनुमीयते खलु. तर्हि तृतीयविध अन्यतासिद्धत्वं कुत्र कुत्र भवति इति चेत् अनुमानेन यद्यद् ज्ञायते तत्रैव, नो चेत् प्रत्यक्षेन यद् ज्ञातुम् अशक्यं तत्रैव तृतीयविध अन्यतासिद्धत्वं भवति. बुद्धं खलु महोदय. हा अत्र महोदयेन किं लिखितं, कार्यं दृष्ट्वा कारणेन यद् ज्ञायते इति. किन्तु तादृशसन्दर्भः अधिकाधिकं कुत्र भवति इति चेत् अनुमानस्थले एव भवति. अनुमानेन यत् येषां ज्ञानं भवति तत्तु द्रव्यं भवतु गुणः भवतु, इत्युक्ते गुरुत्वम् इति गुणः प्रत्यक्षेन न ज्ञातुं शक्यते. आद्यपतनं दृष्ट्वा एव तस्य अनुमानं क्रियते इति कृत्वा तादृशसन्दर्भे तेषां कारणत्वं न गृह्यते. किमर्थमित्युक्ते तेषां कारणत्वम् एव अन्यं कार्यं स्वीकृत्य एव गृह्यते इति कृत्वा ते सर्वे अन्यतासिद्धाः भवन्ति. बुद्धं वा? बुद्धम्. अस्तु, बुद्धं चेत् इतोपि एकं प्रश्नं करोमि. तर्हि कालः कारणं वा न वा? कालः कारणम् इति अहं दृष्टवन्तः इदानीम् अस्मिन् काले अस्मिन् देशे इति साधारण. मम प्रश्नस्य उत्तरं किम्? कारणमस्ति कालः. कालं कालः कथं ज्ञायते? कालः साधारणकालं व्यवहार कालः कथं ज्ञायते, केन प्रमाणेन ज्ञायते इति प्रश्नः. कालः अपि अनुमानेन एव ज्ञायते अस्मिन् काले अस्मिन् देशे. अत्र सम्बद्धम् अस्ति भगिनि, अत्र अहं सोपानेन पृच्छन् अस्मि. केवलं मम प्रश्नस्य उत्तरं वदति चेत् अग्रे गन्तुं शक्यते. भवती किं करोति इतोपि अधिकं चिन्तयति, कृपया मास्तु. कालः केन प्रमाणेन ज्ञायते? अनुमानेन. हा तर्हि इदानीं मया किम् उक्तं, यद्यद् अनुमानेन ज्ञायते तत्सर्वं कारणं न भवति इति खलु? आम्. किन्तु काले कारणता स्वीकृतं वा न वा? काले कारणं स्वीकृतं. तर्हि अत्र किं वक्तव्यम्? अत्र विरोधः जातः खलु. कालः अनुमानेन ज्ञायते, तर्हि अनुमानेन ज्ञायते इति कृत्वा तृतीयविध अन्यतासिद्धत्वं काले भवितुम् अर्हति. किन्तु कालः साधारणकारणत्वेनापि स्वीकृतं, तत्र अन्यतासिद्धत्वं न कल्पितं, किमर्थम्? अत्र वृत्तिनियामकत्वं भवति इति वा? प्रतिपादयतु. वृत्तिनियामकत्वम् इत्युक्ते किम् इति प्रतिपादयति चेत् भवती वा इति मां किमर्थं पृच्छति? अत्र यदि अहं वदामः अस्मिन् का देशे अस्मिन् काले घटं निर्मादयति इति वदति चेत् अत्र प्रत्येकं कालं स्वीकृत्य घटनिर्माणम् इति भवति. अत्र अत्र कालम् उपाधित्वेन स्वीकृतमस्ति. कालम् उपाधित्वेन न स्वीकृतं, कालः स्वयं द्रव्यमस्ति. कालस्य उपाधयः भिन्नाः भवन्ति, किन्तु कालम् उपाधित्वेन न स्वीकृतम्. किन्तु समीचीनं यद् भवत्या उक्तं तत् समीचीनम्, इत्युक्ते वृत्तिनियामकत्वमस्ति तत्र. अस्मिन् काले अस्मिन् देशे इति नियमेन तत्र वक्तुं शक्यते, किन्तु अस्मिन् आकाशे इति न वक्तुं शक्यते. तत्र वृद्धि अनियामकत्वमस्ति इति कृत्वा आकाशस्य नो चेत् अन्येषां तत्र कारणत्वं न स्वीकृतम् इति बोधः. तर्हि यद् मया इदानीम् उक्तम् अनुमानेन यद् ज्ञायते तत् कारणं न भवति इत्यत्र वृत्ति अनियामकत्वे सति अनुमानेन यद् ज्ञायते इति किञ्चित् परिष्कर्तव्यमस्ति. बुद्धं खलु? वृत्ति अनियामकत्वे सति अनुमानेन नो चेत् प्रत्यक्षेन ये ये न ज्ञायन्ते ते सर्वे अन्यतासिद्धाः भवन्ति. तृतीयविध अन्यतासिद्धाः भवन्ति. अस्तु, अग्रे कः वदति? स्वामिमहोदय वदति वा? चतुर्थं प्रथमम् अत्र प्रतिज्ञावाक्यं वदतु, तदनन्तरम् उदाहरणं वदतु. साक्षात् उदाहरणं प्रति गच्छति चेत् भवतु, उदाहरणे एव अन्यतासिद्धत्वं भवति इति आगच्छति न. उदाहरणं केवलं प्रतिपादनार्थम्. महोदय, कुलालस्य जनकम् इति तत्र दृष्टं, किन्तु स्पष्टता मम नास्ति महोदय. किं नास्ति? अस्तु, कुलालपिता किमर्थं कारणं न भवति? कुलालपिता कः? इदानीं कार्यं किम्? कार्यं घटं महोदय. समीचीनं. घटस्य जनकः कः? कुलालः. कुलालस्य जनकः कः? कुलालजनकः. कुलालजनकः महोदय. कुलालस्य जनकः कुलालजनकः इति किं विग्रह समासं वदति वा? कुलालस्य जनकः कुलालपिता अस्ति खलु? आम्, पिता वा जनकः वा? आम् महोदय. न, घटस्य जनकः कुलालः, कुलालस्य जनकः कः? इदानीं कार्यमस्ति कुलालः. तस्य पिता. हा, तर्हि कुलालपिता इति वक्तव्यं, तावदेव वक्तव्यं. तर्हि जनकस्य जनकः अन्यथा सिद्धः भवति, तदेव चतुर्थम् उदाहरणं कुलालपिता. तावदेव, अत्र किमपि नास्ति. जनकस्य जनकः महोदय, जनकस्य जनकः अन्यथा सिद्धः भवति. बुद्धं वा? कारणस्य कारणम् इति अस्माभिः पूर्वम् उक्तं खलु, सामान्यतया बाल्यस्तरे. तदेव अत्र चतुर्थ अन्यथा सिद्धत्वं जनकस्य जनकः. अत्र इत्युक्ते कुलालस्य जनकः घटं प्रति, घटः येन जायते तस्य जनकः कारणं न भवति. यथा कुलालपिता घटं प्रति, इत्युक्ते क्षम्यतां महोदय, क्षम्यतां महोदय, भवान् वदतु, अनन्तरं पृच्छामि. अस्तु, तर्हि जनकं प्रति इत्युक्ते जनकम् इत्युक्ते कुलालः, जनकं प्रति कारणत्वं गृहीत्वा एव कार्यं प्रति कारणत्वं गृह्यते. कुलालं प्रति कारणतां गृहीत्वा एव कुलालपितुः कारणत्वं घटं प्रति कारणत्वं वक्तुं शक्यते इति कृत्वा कुलालपिता अन्यतासिद्धः भवति, अन्यतासिद्धः भवति. चतुर्थम् आम् महोदय. बुद्धं वा? प्रश्नाः सन्ति वा? आं महोदय, एकवारं वृत्तिः इति सरलरीत्या वदतु महोदय. वृत्ति किं? वृत्तिः इत्युक्ते पूर्ववृत्तित्वम् इति अस्ति महोदय, तत्र वृत्ति इत्युक्ते आदेयः इति अर्थः महोदय. घटः भूतले अस्ति, अत्र आधारं किं? भूतलम्. आदेयः कः? घटः. तर्हि घटः एव वृत्तिः अस्ति. आदेयः आदेयः वृत्तिः द्वयमपि पर्यायपदौ. तावदेव. तर्हि घटः घटः वृत्तिः इति कृत्वा घटे वृत्तित्वम् अस्ति. महोदय, अस्मिन् सन्दर्भे अहं चिन्तयामि पूर्ववृत्तिता इत्युक्ते पूर्वविद्यमानत्वम् इति अहं चिन्तयामि महोदय. तत्र तत्र घटनिर्माणकाले कुलालस्य पूर्ववृत्तितास्य च पूर्वविद्यमानत्वम् अस्ति इति अहं चिन्तयामि. यद् मया उक्तं यद् भवता भवान् वदति अनयोः मध्ये कः भेदः? तद् अवगत्य न अवगच्छामि महोदय. न, वस्तुतः किमपि भेदः नास्ति इत्यतः एव भेदः न अवगच्छति. तदेव पूर्ववृत्तित्वम् इति कार्याधिकरणे भवेत् खलु. पूर्ववृत्तित्वं कुत्र? कार्याधिकरणे अस्ति. तर्हि ये ये कार्याधिकरणे भवन्ति ते सर्वे आदेयः खलु? आदेयः अस्ति इति कृत्वा भेदः किमपि नास्ति. अस्तु, तर्हि अत्र एकः प्रश्नः. रमेशमहोदय वदतु, जनकस्य जनकः कार्यं प्रति अन्यतासिद्धः भवति इति मया उक्तम्. तर्हि दण्डः कथं दण्डः अन्यतासिद्धं न भवति वा घटं प्रति? न, घटं प्रति दण्डः अन्यथा सिद्धत्वं न भवति. प्रतिपादयतु किमर्थमिति. अस्तु, अहं मम आक्षेपं प्रतिपादयामि, तदनन्तरं तस्य उत्तरं भवान् प्रतिपादयतु. अहमेव पूर्वपक्षी. अत्र चतुर्थ अन्यथा सिद्धत्वे किम् उक्तं? जनकस्य जनकः कारणं न भवति इति. अस्तु, दण्डेन चक्रभ्रमणं जायते. तर्हि चक्रभ्रमणस्य जनकः अस्ति दण्डः. चक्रभ्रमणेन एव घटः जायते. तर्हि घटस्य जनकः अस्ति चक्रभ्रमणम् इति कृत्वा इदानीं दण्डः जनकस्य जनकः भवति. तर्हि किमर्थं दण्डः अन्यथा सिद्धं न स्यात्? यदि दण्डः घट निर्माणप्रदेशे न अस्ति तर्हि चक्रभ्रमणं न भवितुम् अर्हति. परन्तु यदि कुलालस्य पितुः तस्मिन् क्षेत्रे न अस्ति तदापि कुलाल घटस्य उत्पादनं भवति. परन्तु दण्डं विना घटस्य उत्पादनं कदापि न भवति. तर्हि तत् कारणम् एव. तस्य कारणत्वं न निराकरणीयम्. अस्तु, समीचीनं. किन्तु इतोपि किञ्चित् अत्र चिन्तनीयमस्ति वस्तुतः. अस्तु, इदानीं दण्डः नास्ति इति चिन्तयतु. मम हस्तेन, अहमेव कुलालः, मम हस्तेन चक्रभ्रमणं करोमि इति चिन्तयतु. तर्हि इदानीं दण्डे व्यतिरेकः जातः खलु, व्यभिचारः जातः. दण्ड अभावे अपि घटसत्त्वं जातम्. तर्हि अत्र किमर्थं तर्हि दण्डे कारणता कथं वा? व्यभिचारः मया उक्तः खलु. परन्तु सर्वस्मिन् सर्वे घटे प्रति न भवितुम् अर्हति खलु. यत्र दण्डेन चक्रभ्रमणं क्रियते तत्र दण्डस्य कारणं वक्तव्यम्. यदि इलेक्ट्रिक् मोटर् अस्ति इति ऊहां कुर्मः तर्हि तत्र दण्डस्य आवश्यकता न अस्ति. तत्र दण्डस्य कारणत्वं न वक्तुं शक्यते. परन्तु यत्र दण्डः अस्ति, यत्र दण्डेन चक्रभ्रमणं भवति तत्र दण्डस्य कारणत्वं वक्तव्यम्. अस्तु, इत्यतः इत्युक्ते यथा मया उक्तम् अत्र यदि इलेक्ट्रिक् मोटर् नो चेत् हस्तः इत्यनेनापि चक्रभ्रमणं कर्तुं शक्यते इति कृत्वा यदि दण्डः कारणं यत्र यत्र इत्युक्ते अत्र इतोपि एकं वक्तुमिच्छामि त्रयः निकषाः सन्ति खलु कार्यादिकरणे भवेत् कार्यादिकरणे सर्वदा भवेत् इति तर्हि तत्र सर्वदा इत्यस्य अर्थः कः यदा यदा कार्यं जायते तदा सर्वदा यत्र यत्र कार्यं जायते तत्र सर्वत्र इति अस्ति तर्हि घटं दण्डं विना अपि कुत्रचित् कार्यं भवितुमर्हति चेत् दण्डे कारणता नास्ति एव पूर्ववृत्तित्वं न निरूपितं खलु नियतपूर्ववृत्तित्वं निरूपितं खलु आं महोदय हा इति क्लेशः अस्ति इति कृत्वा किमर्थम् एतद् मया पृष्टम् इति चेत् अत्र चतुर्थ अन्यतासिद्धत्वे यदि केवलं जनकस्य जनकः इति स्वीकुर्मश्चेत् दण्डे दण्डे एतादृशप्रश्नः भवत्येव किन्तु किम् अवगन्तव्यम् इति चेत् जनकं प्रति कारणत्वं गृहीत्वा एव कार्यं प्रति कारणत्वं गृह्यते इति वाक्यं मुख्यमस्ति तदेव गते वर्गे मया प्रतिपादितं महेशः सुरेशः इति तत्र यावत् महेशः सुरेशस्य पिता इति न जानीमः तावत् महेशः अपि घटं प्रति कारणम् इति न वक्तुं शक्यते यदा जानीमः तदा एव एतादृशप्रश्नाः उदेति इति कृत्वा किन्तु इदानीं दण्डः अत्र घटं प्रति कारणम् इति चक्रभ्रमणं दृष्ट्वा एव चक्रभ्रमणं करोति दण्डः इति ज्ञात्वा एव दण्डे कारणता कल्पिता इति नास्ति दण्डः प्रत्यक्षेन गृह्यते अपि च तच्चक्रभ्रमणं करोति तदनन्तरं घटस्य उत्पादनं भवति इति चेत् सर्वम् इत्युक्ते इदानीं घटं जायमानमस्ति इति चिन्तयतु कुत्रचित् तत्र दण्डः अस्ति चक्रभ्रमणं कुर्वन् अस्ति दण्डं स्वीकृत्य तर्हि चक्रभ्रमणं दृष्ट्वा एव दण्डस्य कारणत्वम् इति नास्ति खलु तादृशसन्दर्भः नास्ति तत्र एकस्मिन् सन्दर्भे तादृशं भवति इत्युक्ते नष्टा जाता इति चिन्तयतु दण्डेन चक्रभ्रमणं कृतं तदनन्तरं केनापि कारणेन दण्डः नष्टः जातः पूर्वक्षणे नास्ति तर्हि दण्डे कारणता अपगतम् इति कृत्वा एव चक्रभ्रमणे व्यापारत्वम् अस्माभिः कल्पितं वस्तुतः चक्रभ्रमणं कारणम् इति सामान्यतया न स्वीकुर्मः दण्डः कारणं चक्रं कारणं कपालः कारणं कपालसंयोगः कारणं कुलालः कारणम् इति एतेषु एव कारणत्वं स्वीकुर्मः एते सर्वे अत्र प्रत्यक्षेन गृह्यते इति किन्तु यदा दण्डः नष्टः जातः तत् इत्युक्ते नियतपूर्ववृत्तित्वं दण्डे न दण्डे न सङ्गच्छते तादृशसन्दर्भे इदानीं व्यभिचारः उक्तः मया दण्डः दण्ड अभावे अपि घटसत्त्वम् इति व्यभिचारः मया उक्तः इति यथा आक्षेपं कुर्मः तदा एव चक्रभ्रमणे व्यापारत्वं भ्रमणे क्रियायां न तु चक्रे चक्रभ्रमणे क्रियायां क्रियायां व्यापारत्वं कल्पयित्वा दण्डस्य कारणत्वं निरूपयामः इति कृत्वा सामान्यतया अत्र चक्रभ्रमणे कारणत्वम् इति न स्वीक्रियते अत्र व्यापारत्वमेव स्वीक्रियते दण्डः एव कारणं घटः कार्यम् इति किन्तु कुलालपितरि तादृशं नास्ति यथा गते वर्गे मया प्रतिपादितं महेशः सुरेशः द्वयमपि तत्र सन्ति स्वामिमहोदयः नासीत् शिवराममहोदयः अपि नासीत् इति कृत्वा किञ्चित् वदामि घटस्य उत्पादनं जायमानमस्ति अत्र सुरेशः अस्ति महेशः अपि अस्ति तर्हि द्वयमपि कार्यादिकरणे अस्ति इति कृत्वा, किन्तु इदानीं सुरेशः एव कार्यं कुर्वन्नस्ति, केवलं महेशः तत्र तिष्ठन्नस्ति। भवतु, तर्हि इदानीं कः कारणम् इति चेत् सुरेशः एव कारणम् इति वदामः। किन्तु इदानीं यदि भवता इदानीम् एतादृशम् उक्तं, सुरेशः एव कारणं, न तु महेशः, महेशेन किमपि न कृतम्। अस्तु, इदानीम् अहं वदामि, यदा भवान् एतादृशम् उक्तवान् तदनन्तरम् अहं वदामि, भोः महेशः वस्तुतः सुरेशस्य पिता। तर्हि यावत् तादृशज्ञानं नास्ति तावत् महेशे कारणत्वम् एव न कल्पयितुं शक्यते। तर्हि यदा ज्ञायते महेशः सुरेशस्य पिता इति ज्ञानं यदा भवति, तदा एव तस्मिन् महेशे कारणत्वं भवति वा न वा इति चिन्तनं जायते खलु। यावत् तत्र ज्ञानं नास्ति तावत् एतादृशचिन्तनमेव न भवति इति कृत्वा एव अत्र उक्तं, जनकं प्रति कारणत्वं गृहीत्वा एव कार्यं प्रति कारणत्वं गृह्यते। यस्य तस्य तत् कार्यं प्रति अन्यथा सिद्धत्वं, यथा कुलालपितं पितुः घटं प्रति इति उक्तमस्ति। प्रश्नाः सन्ति वा? अस्तु, तर्हि अन्यतासिद्धत्वं समीचीनतया पञ्चम अन्यतासिद्धत्वम् इदानीमेव मेहुल् महोदयेन प्रतिपादितम् इति कृत्वा, अन्यतासिद्धाः भवन्ति इति अस्माभिः समीचीनतया अवगतम्। अस्तु, तर्हि सर्वे किं कुर्वन्तु, अत्र प्रत्यक्षज्ञानम् इति स्प्रेड्शीट् आसीत् खलु, तत्र गच्छेम। गत्वा अत्र के कारणानि भवन्ति सर्वे कृपया उद्घाटयन्तु। एकमेव एकेनैव उद्घाटितम् इति भाति। अस्तु, इदानीं द्वितीयः अपि आगतः। अस्तु, तर्हि इदानीम् अस्माकं पुरतः कार्यमस्ति चक्षुप्रत्यक्षं, चाक्षुषप्रत्यक्षम्, अयं घटः इति चाक्षुषप्रत्यक्षमस्ति। तत्र आत्मा स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा समवायिकारणम्। आत्मवनसंयोगः आत्मनि समवायेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा असमवायिकारणम्। मनः आत्मनि संयोगेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा निमित्तकारणम्। चक्षुघटसंयोगः घटे, चक्षुः घटेन सह संयुक्तः भवति इति कृत्वा चक्षुघटसंयोगः घटे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्। घटः घटे तादात्म्येन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्। चक्षुः घटे संयोगेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्। मनश्चक्षुसंयोगः, अत्र पश्यन्तु, मनश्चक्षुसंयोगः आत्मनि अपि वक्तुं शक्यते, कार्याधिकरणम् आत्मा इति स्वीकृत्य आत्मनि भवति इति वक्तुं शक्यते। किन्तु आत्मनि भवति चेत् अत्र विषयः न अन्तर्भवति इति कृत्वा मनश्चक्षुसंयोगः घटे आनेतव्यं, घटः एव कार्याधिकरणम् इति स्वीकृत्य मनश्चक्षुसंयोगः घटे स्वसमवायिसंयुक्तत्वसम्बन्धेन, इत्युक्ते स्व इति मनः, स्वसमवायि अस्ति आत्मा, तेन सह संयुक्तः अस्ति न स्वसमवायि, क्षम्यतां, मनश्चक्षुसंयोगः इति संयोगः, स्व इति संयोगः, तस्य समवायि अस्ति चक्षुः, चक्षुषा संयुक्तः अस्ति घटः। तर्हि मनश्चक्षुसंयोगः स्वसमवायिसंयुक्तत्वसम्बन्धेन घटे स्थित्वा विषयतासम्बन्धेन अयं घटः इति प्रत्यक्षं जनयति इति कृत्वा निमित्तकारणम्। अस्तु, तदनन्तरम् आत्मघटसंयोगः, आत्मघटसंयोगः आत्मा यदा घटे क्रिया जाता, यद्यपि यस्मिन् समये अहं घटं पश्यन्नस्मि तस्मिन् समये घटः निष्क्रियः अस्ति, इत्युक्ते तस्मिन् क्रिया किमपि नास्ति, किन्तु यः वा परह्यः वा यस्मिन् कस्मिन्श्चित् काले घटम् आनीय तत्र स्थापितं, यत्र स्थापितं तत्र क्रिया जाता खलु, तस्मिन् समये आत्मा आसीत् तत्रापि आसीत् इति कृत्वा तत्र आत्मघटसंयोगः जातः, अपि च संयोगः क्षणात्मकः नास्ति, यावत्पर्यन्तं विभागः न जायते तावत्पर्यन्तं तिष्ठति। तर्हि इदानीं परह्यः तत्र घटम् आनीय भूतले स्थापितम् इति चिन्तयतु, तर्हि यस्मिन् समये स्थापितं तस्मिन् समये आत्मघटसंयोगः जातः, इदानीमपि अस्ति, यस्मिन् समये अहं पश्यन्नस्मि इदानीमपि आत्मघटसंयोगः अस्ति, किन्तु इदानीम् आत्मघटसंयोगे अत्र कारणत्वं कल्पनीयं वा इति चेत् किं तत्र तत्र कः वदति, मेहुल् महोदय वदति वा, आत्मघटसंयोगे कारणत्वं कल्पनीयं वा इति? आत्मघटसंयोगः अत्र कारणं न कल्पनीयम्, अत्र अन्यथा सिद्धतम् इति लिखितम्, अतः एव तत्तु कारणं न स्वीकरणीयं, परन्तु तत् प्रथम अन्यथा सिद्धत्वेन अथवा समीचीनं चिन्तयतु, तर्हि कीदृश अन्यथासिद्धत्वम् इति लिखितम्, अन्यथासिद्धत्वं भवति तस्मिन् इति कृत्वा कारणत्वं न स्वीक्रियते, तर्हि पञ्चविध अन्यथासिद्धेषु कः अन्यथासिद्धः अत्र भवति इति चिन्तनीयम्। प्रथमं तु धर्मः इति वयं कारणतावच्छेदकधर्मः इति वयं स्वीकृतं, तत्तु नास्ति, तत्तु धर्मः नास्ति। सत्यं। द्वितीयविध अस्ति रूपं, रूपम् इत्युक्ते स्वातन्त्र्यव्यतिरेक स्वातन्त्र्येण स्वातन्त्र्य अन्वयव्यतिरेकौ यस्य न स्तः, अत्र तदपि नास्ति, स्वातन्त्र्येण अन्वयव्यतिरेकौ न वक्तुं शक्नुमः, न भवति एव। न स्वातन्त्र्य अन्वयव्यतिरेकौ यत्र न स्तः तद्वितीयविध अन्यथा सिद्धः भवति, तद् अत्र नास्ति इति अहं स्वातन्त्र्येण। किमर्थं चिन्तयतु, आत्मघटसंयोग अत्र अन्वयव्यतिरेकवाक्यं वदतु, आत्मघटसंयोगः अस्ति चेत् अयं घटः इति ज्ञानं भवति, यदा तत् संयोगः नास्ति चेत् अयं घटः इति ज्ञानं न भवति इति स्वतन्त्रतया वक्तुं शक्नुमः वा न वा इति चिन्तव्यम् इति द्रष्टव्यम् अत्र। अस्तु, अत्र अत्र चिन्तयतु, अत्र मया लिखितं खलु जे एय्ट्, तत्र किं लिखितम् इति पश्यतु। अस्तु, एकनिमिषं, जे एय्ट्, व्यतिरेक न सिद्ध्यते, व्यतिरेकः इदानीं व्यतिरेकवाक्यमेकवारं वदतु। आत्मघटसंयोगभावे ज्ञानाभावः, अयं घटः इति ज्ञानाभावः, तत्र आत्मघट संयोग अभावे इति वक्तुं शक्यते वा? न, तत् सर्वदा अस्ति एव, न वक्तुं शक्यते, व्यतिरेकः एव न भवति अत्र, व्यतिरेकः एव न भवति इत्युक्ते यत्र व्यतिरेकः वक्तुं शक्यते तत्र एव कारणता वा न कारणता वा इति स्वीकर्तव्यम् इत्यपि मणिद्राविडशास्त्रिपादैः उक्तं यदा चिन्तनं जातं तेन सह। तर्हि अत्र व्यतिरेकः वक्तव्यः इत्युक्ते यस्मिन् सन्दर्भे व्यतिरेकः एव न वक्तुं शक्यते, सर्वदा अस्ति इत्युक्ते, एकनिमिषं महोदय, परह्यः घटः स्थापितः इति चिन्तयतु, भूतले स्थापितः इति चिन्तयतु, तर्हि तस्मिन् सन्दर्भे एव आत्मघटसंयोगः जातः, अहं पश्यामि घटं पश्यामि वा न वा तत्र आत्मघटसंयोगः जातः खलु, इत्युक्ते घटः यदा अहं पश्यामि तदा एव अत्र असाधारणकारणम् इति नास्ति एषः, यदि अत्र बहुत इदानीं भवतः गृहे किमपि पात्रम् उत्पीठिकायां स्थापितमिति चिन्तयतु, तत्रापि मम आत्मा अस्ति इति कृत्वा तत्र भवतः गृहे यः पात्रमासीत् यत् पात्रमासीत् तेन सह मम आत्मनः आत्मनः संयोगः अस्ति, सर्वदा अस्ति, सर्वत्र सर्वदा भवत्येव, यदा घटम् उत्पद्यते तदा एव तत् भवति, सत्यं, तदनन्तरं यत्र यत्र घटः गच्छति तत्र सर्वत्र आत्मघटसंयोगः भवत्येव। तर्हि तत्र साधारणत्वं जातं खलु, व्यतिरेकः अपि च व्यतिरेकः अपि न वक्तुं शक्यते अस्मिन् सन्दर्भे। यदि आत्मघटसंयोगः न भवति इति तादृशं न वक्तुं शक्यते, भवत्येव नियमेन भवत्येव इति कृत्वा यत्र यत्र व्यतिरेकः एव न सिद्ध्यति तत्र कारणत्वमेव न कल्पनीयम्। अन्वयव्यतिरेको यत्र वक्तुं शक्यते तत्रैव कारणत्वम् अस्ति वा न वा इति इतोपि चिन्तनीयं, तत्र स्वातन्त्र्यकारणत्वम् अस्ति वा इति चिन्तनीयं। क्षम्यतां, प्रथमम् अन्वयव्यतिरेकः साधनीयम्, तदनन्तरं यदि साधयामः तदनन्तरं स च साधनं स्वातन्त्र्येण कृतं वा इति चिन्तनीयं। अस्तु, तर्हि वस्तुतः अत्र अन्यतासिद्धत्वम् इति अपि न वक्तुं न वक्तव्यम् आसीत्, अत्र व्यतिरेकः एव न सिद्ध्यते इति कृत्वा तत् कारणमेव नास्ति इति स्वीकरणीयम्। अन्ये अस्तु, इतोपि इतः भवता किं किमपि वक्तुम् इष्टमासीत् वा? न न, तदेव, यदा घटः उत्पद्यते तथा एव आत्मघटसंयोगः जातं, परन्तु तत् कारणं न स्वीकरणीयं, तत् कारणमेव न भवति हा इति अस्ति इति कृत्वा अत्र अन्यथा सिद्धत्वविषये तावदपि न चिन्तनीयम्, इत्युक्ते पूर्ववृत्तित्वम्। अस्तु, इदानीं तृतीयम् इतोपि किञ्चित् चिन्तयामः। तर्हि अन्यथा द्वितीयं न भवति, किमर्थमित्युक्ते अन्यथा अन्वयव्यतिरेकः एव न सिद्धः अस्ति खलु, यदा सिद्धः तदा एव स्वातन्त्र्यम् इति चिन्तनं, तर्हि द्वितीयं न भवति, तृतीयं भवति वा? न, नित्य आत्मा तु विभुः एव, अन्यं प्रति कारणत्वं ज्ञात्वा एव यत् कार्यं प्रति पूर्ववृत्तिं ज्ञायते तत् तृतीय अन्यथा सिद्धमिति अस्ति, अतः तत् हा, तर्हि आत्मा इति कार्यमात्रं प्रति नियतपूर्ववृत्तिः अस्ति न, अत्र आत्मनः विषये नास्ति, आत्मघटसंयोगः इति कारणं, प्रथमम् आत्मघटसंयोगः नित्यं वा अनित्यं वा? अनित्यम्, अनित्यं, घटः इति अमूर्तद्रव्यम्, अतः संयोगः इत्यपि अमूर्त अनित्यम्। हा सत्यं, यदा विभागः जायते तदा संयोगनाशः भवति खलु, आत्मघटसंयोगनाशः अपि भवति, तर्हि अपि च आत्ममनोसंयोगस्य कारणं तर्हि तृतीयमपि न भवति, आत्मघटसंयोगस्य आत्मघटसंयोगः कथं ज्ञायते, संयोगः कथं ज्ञायते, चक्षुषा गृह्यते खलु, इत्युक्ते अत्र आत्मघटसंयोगस्य ज्ञानं प्रत्यक्षेन भवति, वस्तुतः प्रत्यक्षेन भवति वा इति चिन्तनीयम्, इत्युक्ते आत्मनः ज्ञानं मानसप्रत्यक्षेन भवति खलु, मनसा गृह्यते आत्मा, आत्मा मनसा गृह्यते, घटः अपि चक्षुषा गृह्यते, तर्हि आत्मघटसंयोगः इति प्रत्यक्षेन ज्ञायते वा इति चेत् प्रायः प्रत्यक्षेन ज्ञायते इति वक्तव्यं भवति, इति कृत्वा तृतीयं न भवति, इत्युक्ते अन्यत् अन्यं प्रति कारणत्वं गृहीत्वा एव यत् कार्यं प्रति कारणत्वं गृह्यते तत् तृतीयं, तर्हि तृतीयं निश्चयेन भवति, निश्चयेन न भवति। अस्तु, चतुर्थं चतुर्थं तु जनकस्य जनकं इति कारणं न स्वीकरणीयं तर्हि अत्र तदपि न भवति जनः जनकस्य जनकः नास्ति आत्मघटसंयोगः इति पञ्चमः अपि न भवति अवश्यकृतत्वम् इति कोऽपि न लाघवम् अस्तु तर्हि अत्र अन्यथा सिद्धत्वमेव न वक्तव्यं वस्तुतः न वक्तव्यं कारणमेव नास्ति यतः इत्युक्ते यत्र व्यतिरेकः न सिद्ध्यति तत्र कारणत्वमेव न स्वीकार्यं यदा कारणम् अस्ति इति स्वीकुर्मः तदा एव तत्र अन्यथा सिद्धत्वं शून्यत्वमस्ति वा इति चिन्तनीयम् तदेव अत्र कारणस्य लक्षणवाक्यं वयं कृतं खलु अन्यथा सिद्धत्वे शून्यत्वे सति इति प्रथममस्ति नियतपूर्ववृत्तित्वम् इति द्वयोः अपि भवेत् किन्तु अत्र नियतपूर्ववृत्तित्वं तु अस्ति तत्तु अस्ति परन्तु नियतपूर्ववृत्तित्वं तु अस्ति तर्हि कारणत्वम् इत्युक्ते नियतपूर्ववृत्तित्वम् इति स्वीकुर्मश्चेत् अत्र तु भवत्येव कारणत्वं भवत्येव किन्तु व्यतिरेकः एव न सिद्ध्यति इति कृत्वा अस्ति चेदपि भवति नास्ति चेदपि भवति नास्ति चेद् इति न वक्तुं शक्यते एव इति कृत्वा अत्र साधारणं भवति असाधारणकारणं न भवति इत्यतः अत्र न वक्तुं शक्यते इति आगच्छति अस्तु अग्रे यदा श्रीराम महोदय आत्मचक्षुसंयोगः आत्मचक्षुसंयोगः अस्ति तत्र आत्मचक्षुषा संयुक्तः अस्ति तत्र अन्यथासिद्धत्वं कथं वक्तव्यं तत्र यत्र आत्मचक्षुसंयोगः अस्ति तत्र घटप्रत्यक्षम् अयं घटः इति ज्ञानम् अस्ति तत्र इदानीं यत्र यत्र आत्मचक्षुसंयोगः नास्ति तत्र घटप्रत्यक्षम् अयं घटः इति यत्र यत्र आत्मचक्षुसंयोगः नास्ति इति वक्तुं शक्यते वा इदानीम् अहं तादृशं न भवितुं यदा चक्षुषी क्रिया जायते तदा सर्वदा आत्मचक्षुसंयोगः भवत्येव खलु इति कृत्वा अत्र व्यतिरेक अभावः अस्ति यथा आत्मघटसंयोगे व्यतिरेक अभावः अस्ति इत्युक्ते व्यतिरेकः एव न वक्तुं शक्यते तथा आत्मचक्षुसंयोगे अपि व्यतिरेकः एव न वक्तुं शक्यते चक्षुः यत्र कुत्रापि गच्छतु इदानीं घटं प्रति गच्छति इति चिन्तयतु किन्तु यदा चक्षुः चक्षुषी क्रिया जायते तदा सर्वदा आत्मचक्षुसंयोगः भवत्येव व्यतिरेकः एव न वक्तुं शक्यते इति कृत्वा एव अत्र घटे किं चक्षुघटसंयोगः आत्ममनस एकनिमिषम् अत्र किमुक्तं मनचक्षुसंयोगः घटे उक्तं न तु आत्मनि मनचक्षुसंयोगः कुत्र घटे इति कार्याधिकरणत्वेन स्वीकृतं किन्तु आत्मचक्षुसंयोगः सर्वदा भवत्येव व्यतिरेकः एव न वक्तुं शक्यते तर्हि व्यतिरेक अभावात् न कारणं भवति इति वक्तव्यम् तत्र इदानीम् अहं चक्षु उन्मील्य पश्यामश्चेत् तत्र अयं गतः इति ज्ञानं भवति चक्षुन्मीलनं कुर्मश्चेत् तत्र आत्मचक्षुसंयोगः नास्ति इति वदामः वा आं संयोगः कदा जायते अस्तु क्रिया भवति चेत् संयोगः अस्ति चक्षुषी क्रिया नास्ति इति वदामः तदा आम् यदि भवान् उन्मीलनं कुर्वन् अस्ति बहिः गन्तव्यं खलु चक्षुरिन्द्रियं तदा एव क्रिया अस्ति इति इत्युक्ते चक्षुरिन्द्रियमिति द्रव्यं तत्र आत्मा अस्ति इति कृत्वा द्वयोः मध्ये संयोगः इति नास्ति यस्मिन् कस्मिंश्चित् क्रिया जायेत तदा एव भवति कदा चक्षुषी क्रिया जायते यदा चक्षुषः उन्मीलनं कुर्मः तदा एव क्रिया भवति खलु, निमील्य तत्र क्रिया यदा कदापि न भवति इति कृत्वा आत्मचक्षुसंयोगः न भवति. आत्मचक्षुसंयोगे व्यतिरेक अभावात् कारणत्वं स्वीकार्यम्. अस्तु, मनघटसंयोगः तस्य भवान् वदति वा? मनघटः वा आं महोदय, मनघटसंयोगः एकनिमिषम्. मनघटसंयोगः मनसि अपि नित्यत्वेन संयोगः भवति. नित्यत्वेन कथं भवति? खड यदा संयोगः जायते तत् अनन्तरं यदा इत्युक्ते कयोः मध्ये संयोगः जायते, स्पष्टतया वदतु. यदा वदतु, मनघटसंयोगः कुत्र भवति इति चेत् मनसि भवति वा संयोगः घटे एव भवति? अधिकरणं मनघटसंयोगस्य अधिकरणम् अधिकरणद्वयं भवति खलु, एकं तु मनः अन्यत्तु घटः. संयोगः द्विनिष्ठः इति कृत्वा तर्हि इदानीम् अस्माकं पुरतः प्रश्नः अस्ति, मनघटसंयोगः कारणं वा न वा इति, तत्र किं वक्तव्यम्? मनघटसंयोगः अयं घटः इति ज्ञानं प्रति संयोगः कारणं भवितुम् अर्हति, किन्तु सर्वदा कथम्? एकनिमिषं महोदय, अहं चिन्तयामि. अस्तु रमेश महोदय, तावत् भवती चिन्तयतु. रमेश महोदय वदतु, मनघटसंयोगः कारणं वा न वा? मनघटसंयोगः कारणम् इति न स्वीकरणीयं. तत्र प्रथमं चक्षुषसंयोगः भवति, तदनन्तरम् एव मनघटसंयोगः भवितुम् अर्हति. तर्हि लाघवं यत्र अस्ति तत्र चक्षुसंयोगः चक्षुघटसंयोगः एव सम्बन्धलाघवत्वम् अस्ति तस्मिन्नेव. तर्हि तत्पश्चात् एव मन घटसंयोगः भवति. तर्हि पञ्चम अन्यथासिद्धत्व कारणात् तत्रापि कीदृशं, तत्र शरीरकृतं लाघवम्, उपस्थितिकृतं लाघवं, सम्बन्धकृतं लाघवम् इति उक्तं खलु? सम्बन्धकृतलाघवम् इति अहं चिन्तयामि. उत्तमम्. अत्र यदि मनघटसंयोगः वक्तव्यः भवति तर्हि कीदृशसम्बन्धः भवति? स्वसंयुक्त न, इदानीं संयोगः अस्ति अतः स्वसमवायी इति प्रथमं भवति. संयोगः एव कारणं खलु. स्वसमवायि संयुक्त प्रतिपादयति वा? स्वम् इत्युक्ते संयोगः, स्वसमवायी कः? स्वसमवायी घटे अस्ति, घटम् अस्ति, घटः अस्ति स्वसमवायि. चक्षुषा संयोगः तर्हि स्वसंयुक्त स्वसमवायी संयुक्त इत्युक्ते चक्षुषः चक्षुः स्वसमवायी स्वसमवायी संयुक्त इत्युक्ते मनः इति कृत्वा समीचीनं. सम्बन्धकृतं लाघवम् इति अपि वक्तुं शक्यते, तत्र उपस्थितिकृतलाघवं अपि अपि वक्तुं शक्यते भवतु येन केनापि प्रकारेण अत्र अन्यथा सिद्धत्वं भवत्येव इत्युक्ते अत्र व्यतिरेक अभावः इति वक्तुं शक्यते वा अन्वे व्यतिरेकं करोतु अत्र अन्वव्यतिरेकं मनघटसंयोगे सति अयं घटः इति ज्ञानम् मनघटसंयोगे सति अयं घटः इति ज्ञानं मनघटसंयोगे अभावे अयं घटः इति ज्ञानस्य अभावः द्वयमपि वक्तुं शक्यते खलु वक्तुं शक्यते किन्तु मनघटसंयोगः जातः इति तत्रापि स्वातन्त्र्य अन्वयव्यतिरेकः अस्ति वा स्वातन्त्र्यं नास्ति इत्युक्ते चक्षुः चक्षुः संयुक्तः इति ज्ञात्वा एव अत्र मनघटसंयोगः जायते इति वक्तुं शक्यते खलु आम् यावत्पर्यन्तं चक्षुषः संयोगः घटेन सह न वदामः तावत् मनघटसंयोगः तत्र भवति इति न वक्तुं शक्यते खलु आम् इति कृत्वा प्रायः द्वितीयविध अन्यतासिद्धत्वमपि वक्तुं शक्यते इति भाति भवतु सर्वे चिन्तयन्तु यदा कदापि तत्र अन्यतासिद्धत्वम् अस्ति इति कृत्वा अत्र मनघटसंयोगः कारणत्वेन न स्वीक्रियते तदनन्तरं प्रकाशः घटे संयोगेन स्थित्वा विषयेन विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा प्रकाशः अपि निमित्तकारणम् घटे विद्यमान उद्भूतरूपम् अपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणं घटस्य मध्यमपरिमाणमपि घटे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम् एकनिमिषम् अस्तु बहु समीचीनं तर्हि अत्र अत्र अयं घटः इति चाक्षुषप्रत्यक्षे कानि कारणानि कानि न कारणानि किमर्थम् इति समीचीनतया अस्माभिः चिन्तितम् अस्तु एवम् अत्र द्वितीयमपि स्वीकुर्मः अत्र केवलम् एकमेव परिष्कर्तव्यम् अत्र नीलरूपम् इति यत् सत्यभामा भगिन्या दत्तं कृतं तत्र किञ्चित् परिवर्तितं मया किम् इति चेत् इदं नीलरूपम् इति ज्ञानं तत्र केवलं नीलरूपम् एव ज्ञानस्य विषयः न तु घटः यस्मिन् नीलरूपम् अस्ति अस्मिन् घटे नीलरूपम् इति ज्ञानं नास्ति इदं नीलरूपम् इति एव ज्ञानं तर्हि तत्र आत्मासमवायकारणं भवति आत्ममनसंयोगः असमवायकारणं भवति मनः निमित्तकारणं भवति नीलरूपचक्षुसम्बन्धः तत्र संयोगः इति न वक्तुं शक्यते सम्बन्धः इति मया उक्तं सन्निकर्षः भवेत् खलु सन्निकर्षः इन्फ्याक्ट् नीलरूपचक्षुसन्निकर्षः तत्र सन्निकर्षेण एव ज्ञायते खलु सन्निकर्षः इति मया परिवर्तितं नीलरूपचक्षुसन्निकर्षः कुत्र अस्ति कार्याधिकरणं किं घटे केन सम्बन्धेन स्वसमवायी समवेतत्वसम्बन्धेन अत्र स्वम् इति सन्निकर्षः स्वसमवायी अस्तु प्रतिपादयामः स्वम् इति तत्र सम्बन्धः यः कोऽपि सम्बन्धः तस्य समवायी अस्ति घटः नीलरूपेण अत्र किं स्वसमवायी समवेतत्वसम्बन्धेन किञ्चित् भ्रमः जातः मयि कोऽपि प्रतिपादयति वा महोदय हा तत्र नीलरूपं चक्षुसंयोगः तु इदानीं घट वा किमपि स्वीकुर्मः तत्र घटचक्षुसंयोगः भवति तदनन्तरम् एव तत्र नीलरूपं प्रति तत्र सम्बन्धः भवति कृत्वा तत्र चक्षुषि तत्र चक्षुघटसंयोग तदनन्तरं किं नीलं नीलरूपं प्रति सम्बन्धः इति कृत्वा तत्र स्व इति चक्षु इति स्वीकुर्मश्चेत् स्वसंयुक्तसमवेतसम्बन्धेन नीलरूपं चक्षुः गृह्यते पुनः वदतु स्व इति चक्षुः चक्षुः अस्तु स्वसंयुक्त इत्युक्ते तत्र घटः समवेतः इति नीलरूपम् आम् सत्यं स्वसंयुक्त समवेतसम्बन्धेन अत्र स्वम् इति घटः चक्षुः खलु किन्तु इदानीं कारणं किम् अत्र चक्षुः न स्वीकृतं खलु महोदय कारणमेव स्व इति अनेन वक्तव्यम् अत्र सम्बन्धः नीलरूपम् अपि च चक्षुः अनयोः मध्ये यः सम्बन्धः अस्ति तदेव कारणं न तु साक्षात् चक्षुः चक्षुः अग्रे आयाति अहं चिन्तयामि तत्र नीलरूपमेव अधिकरणत्वेन स्वीकरणीयं हा सत्यं तदपि परिवर्तयिष्यामि अस्तु नीलरूपम् इति लिखितं तर्हि इदानीं वदतु तदपि तत्र चक्षुः नीलरूपे स्वसंयुक्त समवेतसम्बन्धेन न न अत्र स्वम् अत्र स्वम् इति कारणं भवेत् यत्किमपि कारणत्वेन स्वीकुर्मः तदेव स्वम् इत्यनेन वक्तव्यम् अतः एव मया पूर्वं लिखितमासीत् तत्र स्वम् इति सम्बन्धः इति स्वीकरोतु सम्बन्धः स च सम्बन्धः कुत्र अस्ति तत्र नीलरूपे भवतु सम्बन्धः सम्बन्धस्य आधारः नीलरूपं नीलरूपचक्षुषोः मध्ये यः सम्बन्धः अस्ति किन्तु नीलरूपम् अपि च चक्षुः अनयोः मध्ये सम्बन्धः भवितुमर्हति वा हा तदेव तत्र घटद्वारा तत्र सम्बन्धं वक्तव्यं चिन्तयामि इति कृत्वा अत्र घटः एव अधिकरणत्वेन स्वीकरणीयं खलु न न तत् ज्ञानम् इति वयं तत् चर्चां कृतवन्तः खलु महोदय तत्र ज्ञानस्य अधिकरणं नीलरूपं भवति तत्र सम्बन्धेन अस्तु तर्हि अवच्छेदकसम्बन्धः कः कः इति वदतु स्व स्वसंयुक्तसमवेतमेव भवतु अत्र स्वम् इत्युक्ते किं चक्षुः भोः इदानीम् अस्माकं कारणं किम् महोदय तत्र नीलरूपमेव कारणं महोदय इदं नीलरूपम् इति कारणं न इदानीं अत्र बहु एकनिमिषः अत्र आत्मापि कारणम् आत्मनसंयोगः कारणं मनः कारणं नीलरूपं कारणं चक्षुः कारणं मनचक्षुसंयोगः अपि कारणं किन्तु इदानीम् अस्माकं पुरतः कः कारणमस्ति किं कारणमस्ति तत्र चक्षुः इत्येव स्वीकरणीयम् इति चिन्तयामि महोदय इदानीम् अत्र पश्यतु नीलरूपचक्षुसन्निकर्षः कारणम् इति मया स्वीकृतम् तस्मिन् विषये चिन्तयतु तत्र सन्निकर्षः इति न वदामः तदेव वदामः न सन्निकर्षः नास्ति चेत् कथं वा इदानीं प्रत्यक्षज्ञानं कथं जायते इन्द्रियसन्निकर्षेणैव जायते खलु सत्यं महोदय तत्र अस्तु तत्र सम्बन्धं वक्तव्यं चेत् एवमेव वक्तव्यम् इति चिन्तयामि तर्हि इदानीं घटं स्वीकुर्मश्चेत् घटचक्षुसंयोगमध्ये संयोगः अस्ति इति वदामः तत्र घटचक्षुसंयोगः इति कारणमिति वदामः सन्निकर्षस्य तदेव अर्थः खलु घटचक्षुसंयोगः इति वदामः तदेव सन्निकर्षः इति वदामः विषयान्तरं गच्छतु भोः इदानीम् अस्माकं पुरतः नीलरूपम् अस्ति आगच्छं सत्यम् एवमेव तत्र नीलरूपमस्ति चेत् तत्र परम्परा एव वक्तव्यं भवति खलु सत्यम् अतः एव मया सन्निकर्षः इति स्थापितं चक्षुनीलरूपयोः मध्ये सम्बन्धः जायेत नो चेत् अयं नीलरूपमिति ज्ञानं न भवति खलु चक्षुनीलरूपयोः मध्ये सम्बन्धः सन्निकर्षः जायेत अस्तु अस्तु तत्र सन्निकर्षः इति संयोगः तत्र कथं वा तत्र गुणे भवति न अतः एव संयोगः न वक्तुं शक्यते चक्षुनीलरूपयोः मध्ये संयोगः न भवति तदा संयोगः घटे अस्ति चेत् तत्र घटे विद्यमानसंयोगः इदं नीलरूपम् इति तस्य किमर्थमित्युक्ते इदं नीलरूपम् इति ज्ञानं विशेषसम्बन्धेन नीलरूपे एव अस्ति. अस्तु, तर्हि सम्बन्धः कः इति वदतु, तदनन्तरं किमर्थम् इति चिन्त्य सम्बन्धः. तर्हि कार्याधिकरणं नीलरूपम् इति स्वीकृतं खलु? अस्तु, तत्र अस्तु, सन्निकर्षः तु घटे अस्ति. अस्तु, स्वसंयुक्तसमवेतसम्बन्धेन अस्ति. तादृशं वक्तुं शक्नोमि मम महोदय. न न, अत्र पश्यतु, एक अत्र क्रमेण चिन्तनीयं, नो चेत् भ्रमः जायेत. इदानीं कार्याधिकरणं किम्? इदानीं कार्याधिकरणं नीलरूपम् इति एव स्वीकृतं. नीलरूपम् इति गुणः, अयम् अयं नीलरूपम् इति गुणः विषयतासम्बन्धेन कुत्र अस्ति? नीलरूपे अस्ति खलु? सत्यं. तर्हि नीलरूपम् इति कार्य अधिकरणम् अधिकरणमस्ति. तर्हि इदानीं नीलरूपम् अपि च चक्षुषोः मध्ये यः सन्निकर्षः जायते, स च सन्निकर्षः कथं जायते इति वक्तव्यम्. इदानीं सन्निकर्षः तु नीलरूपे भवितुमर्हति वा इति वक्तव्यं भवेत्, भवनीयं खलु, नो चेत् कथं वा नीलरूपस्य ज्ञानं भवति? सन्निकर्षः इत्युक्ते सम्बन्धः, संयोगः नास्ति, समवायः नास्ति. गुणे इदानीं प्रश्नः अस्ति, तत्र संयोगः अस्तु महोदय, तत्र क्लेशः अस्ति मम. अस्तु, महोदय प्रयत्नं करोतु. एकनिमिषः, अत्र अहं प्रयत्नं करोमि. स्व इति नीलरूपचक्षुसन्निकर्षः यत् सम्बन्धः अस्ति तत् सा स्व इति वदामः. स्व तत्र समवायी इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते स च सम्बन्धस्य समवायी नीलरूपं न भवति इति कृत्वा. तर्हि स्वसंयोगः इति अपि न वक्तुं शक्यते. स्वसंयुक्त, अतः एव अत्र नीलरूपम् इति मया न दत्तं, घटः इति घटे इति स्वीकृतं कार्याधिकरणं. घटः इति स्वीकुर्मश्चेत् न विषयसम्बन्धेन तदा कथं वा इदं नीलरूपम् इति ज्ञानं भवति घटे? किन्तु नीलरूपम् एव कार्याधिकरणम् इति स्वीकुर्मश्चेत् अत्रापि क्लेशः भवति खलु. स्वसमवायी इति न वक्तुं शक्यते, स्वसंयुक्त इति अपि न वक्तुं शक्यते. सन्निकर्षः इति कः सम्बन्धेन इत्युक्ते संयोगः अपि नास्ति, समवायः अपि नास्ति, तर्हि कथं परम्परासम्बन्धः किमपि परम्परासम्बन्धः वक्तव्यः तत्र, अथवा स्वरूपसम्बन्धेन अस्ति इति? न स्वरूपसम्बन्धः न वक्तुं शक्यते. न तादृशं मा चिन्तयतु, इत्युक्ते यत्किमपि न वक्तुं शक्यते स्वरूपसम्बन्धः इति नास्ति. तत्र स्वरूपे सम्बन्धः भवेत् तदा एव स्वरूपसम्बन्धः. वृक्षस्य स्वरूपम् अवयवाः सन्ति इति कृत्वा अवयवः अवयविनि स्वरूपसम्बन्धे भवति इति वक्तुं शक्यते. महोदय, अत्र अधिकार नीलरूपम् इति अधिकारं किमर्थं स्वीकरणीयं? घटं घटः कार्यं कुत्र जायते? घटे जायते. नास्ति नास्ति खलु, कार्यस्य विषयः, कार्यस्य विषयः इति घटे नीलरूपम् अस्ति इति तदेव ज्ञानं भवति खलु. यदि नीलरूपम् इति गुणः अस्ति तस्य किमपि आधारीकृत्य द्रव्यं भवेत् खलु. द्रव्यं विना किन्तु तस्य द्रव्यस्यापि ज्ञानं निश्चयेन भवेत् इति वक्तव्यं वा? किमपि द्रव्यम् अस्ति तस्मिन् नीलरूपम् अस्ति इति वक्तुं शक्यते, परन्तु केवलं नीलरूपम् अस्ति द्रव्यं न अस्ति इति न वक्तुं शक्यते. न न अत्र नास्ति इति न वदामः, ज्ञायते वा इति प्रश्नः. तावदेव, गुणः गुणिनिं विना न भवति इति तु सत्यम्. स्वतन्त्रतया गुणः यत्र कुत्रापि न तिष्ठति इति तु सत्यं. किन्तु द्रव्यस्य ज्ञानं विना गुणस्य ज्ञानं भवति वा इति चेत् प्रायः तत्रैव दोषः कृतः. इत्युक्ते इदं नीलरूपम् इति अयं घटः इति ज्ञानं विना इदं नीलरूपम् इति ज्ञानं न भवत्येव इति वक्तव्यं. तत्रैव क्लेशः कृतः इति कृत्वा इदानीं क्लेशः अनुभवन्तः स्मः वयम्. इदं नीलरूपं विना घटे विद्यमाननीलरूपस्य ज्ञानं न भवितुम् अर्हति. तर्हि महोदय, नीलो घटः इति अधिकरणं न नीलो घटः इति एकमेव अधिकरणं वा? नीलो नीलम् इति गुणः, घटः इति द्रव्यं खलु. तर्हि इदं नीलरूपम् इति ज्ञानं न जायत्येव इति वक्तव्यं. नीलोघटः इत्येव ज्ञानं जायते. परन्तु महोदय, यदा एका भित्ति अस्ति, बहु बृहत् भित्ति अस्ति, तत्र नीलवर्णः अस्ति चेत् यदा समीपे अतीवसमीपे गत्वा यदि पश्यामश्चेत् केवलं नीलवर्णः एव दृश्यते, तर्हि अयं नील रूपम् इति एव वदेम खलु. अयं इदं भित्तिः अस्ति इति न ज्ञात्वा अपि अयं नीलरूपम् इति अपि वस्तुम् इति अपि ज्ञानं भवति. अस्तु, न किन्तु अत्र नीलरूपं यद्यपि तत्र अवधानं न दद्मः, इत्युक्ते भित्तिना सह भित्त्या सह यदा संयोगः न जायते तावत् तस्मिन् विद्यमाननीलरूपं गृहीतुं शक्यते वा? न गृहीतुं शक्यते, तत्तु सत्यम्. इति कृत्वा अत्र नीलोघटः नो चेत् अत्र द्रव्येन सह, तदपि अस्माभिः पठितं खलु, इत्युक्ते चक्षुषा रूपं तस्य आधारीभूतस्य द्रव्यं द्वयमपि गृह्यते इति अस्माभिः पठितं खलु. इत्युक्ते द्रव्यं विना केवलं रूपस्य ग्रहणं कर्तुं शक्यते वा? तादृशसामर्थ्यम् अस्ति वा चक्षुषी इति चेत् प्रायः न. यद्यपि तत्र न वदामः, अस्तु, भवतः पुरतः इदानीं बहूनि वस्तूनि सन्ति इति चिन्तयतु. अहम् एवमेव पृच्छामि, भवान् किं पश्यति इति चेत् बहूनि द्रव्याणि भवान् पश्यन्ती अस्ति, किन्तु तत्र एकं स्वीकृत्य वदति पुस्तकम् इति. तत्र केवलम् अत्र वदनसमये तावदेव वदति, इत्युक्ते बहवः विषयाः सन्ति चेदपि तस्य आकारत्वेन यदा वदामः, शब्दरूपेण यदा वदामः, तदा वक्तुं क्लेशः अस्ति. एकैकम् एव वक्तव्यं खलु, पुस्तकमस्ति, दिस् अस्ति, दट् अस्ति इति वक्तव्यम्, एतदस्ति, तदस्ति इति वक्तव्यं भवति खलु. तर्हि तत्रैव क्लेशः अस्ति इति भाति. नो चेत् यदि नीलरूपम् एव अधिकरणम् इत्युक्ते ज्ञानस्य विषयः, तर्हि तदेव अधिकरणम् इति वदामः, अत्र सम्बन्धः एव न वक्तुं शक्यते. हा, तदेव तदेव, गुणः कथम् इति क्लेशः अस्ति, गुणः कार्याधिकरणं न भवति. अस्तु, तर्हि किं कुर्मः इदानीम्? एतद् एषः अभ्यासः अत्र स्थगयामः, इत्युक्ते अग्रे पाठे एव किञ्चित् अनन्तरं पाठे सन्निकर्षाः, कतिविधसन्निकर्षाः भवन्ति इति पाठः आगच्छति अग्रे. इत्युक्ते षड्विधसन्निकर्षाः एव भवन्ति, समवायसन्निकर्षः, समवायसमवेत इति तत्र तादृश षड्विधसम्बन्धाः उक्ताः सन्ति. अहम् एकस्मिन् निमिषे वदामि. हा अत्र पश्यन्तु 173 पेज् मध्ये इदानीं मा पश्यतु, कृपया शृण्वन्तु. प्रत्यक्षज्ञानहेतुः इन्द्रियार्थसन्निकर्षः षड्विधः, सन्निकर्षः षड्विधः, संयोगः इति प्रथमविधसन्निकर्षः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषविशेष्यभावः इति षड्विधसन्निकर्षाः उक्ताः. तर्हि इदानीम् अस्माकं प्रश्नः कः, सन्निकर्षः कः इति वक्तव्यम् इति खलु. नीलरूपं, यदि अयं नीलरूपम्, इदं नीलरूपम् इति एव ज्ञानमस्ति, तर्हि तत्र कीदृशसन्निकर्षः वक्तव्यः इत्यत्र एव अस्माकम् अत्र क्लेशः जातः. तर्हि किं कुर्मः, अत्र स्थगयामः एतद् अभ्यासः, एषः अभ्यासः. किन्तु कारणानि कानि इत्यत्र समीचीनचिन्तनं जातम्, अपि च अन्यतासिद्धः कः, अन्यतासिद्धाः के इति अपि समीचीनचिन्तनं जातं. तर्हि अत्र स्थगनं कृत्वा अग्रिमवर्गे पाठे अग्रे सरेम. तदनन्तरं यदा एषः पाठः आगच्छति, इत्युक्ते षड्विधसन्निकर्षाः, तत् पठित्वा पुनः अत्र आगत्य अभ्यासस्य पूर्णं कुर्मः इति मम चिन्तनं. नो चेत् क्लेशः भवति. सन्निकर्षः कति विधाः इति ज्ञातव्यमस्ति इति कृत्वा इदानीम् अत्र एषः अभ्यासः अत्र स्थगयामः. तदनन्तरं पुनः एतदपि पाठं, सन्निकर्षनिरूपणम् इति पाठमस्ति, तदपि पठित्वा पुनः अत्र आगत्य चिन्तयामश्चेत् समीचीनतया वक्तुं शक्यते. तदेव अन्तिमसोपानमस्ति, सन्निकर्षनिरूपणं. तद्निरूपण अनन्तरम् अनुमानविषये पाठः अग्रे गच्छति. तर्हि तत् पठित्वा पुनः अस्मिन् विषये चिन्तयित्वा समापनं कुर्मः. अस्तु, इदानीम् अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.